नमस्तेभ्यः. अस्माकं नूतनपाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति धातुगणः इति. वयं तु जानीमः 2000+ धातवः सन्ति इति. सर्वेषां क्रियापदानां तु वयं साम्यं तु नास्ति. उदाहरणरूपेण यदा वयं पठ् धातुः इति स्वीकुर्मः चेत् तत्र पठति इति रूपं भवति. शक्नोति इति अन्यत् शक् धातुः स्वीकुर्मः चेत् तत्र रूपं भवति. जानाति, ददाति इति भिन्नभिन्नरूपम् आगच्छति. किमर्थम् इति वयम् अत्र पश्यामः. तर्हि प्रथमतया धातुगणस्य महत्त्वं किम्? एकनिमिषम् अहं म्यूट् करोमि. प्रथमतया धातुगणस्य महत्त्वं किम् इति वयं जानीमः. पाणिनेः लक्ष्यम् अस्ति धातूनां श्रेणीकरणम् इति. अतः पाणिनिना धातुगणः विरचिताः. धातुगणानां प्रयोगः कुत्र कुत्र भवति इति अपि वयं प्रथमतया तस्मिन् विषये अपि मुख्यम् अस्ति. धातुगणप्रयोगः कर्तरिप्रयोगे लट् लोट् लङ् विधिलिङ् तत्र लकारेषु भवति. इत्युक्ते कर्मणि प्रयोगे तस्य धातुगणानां विशिष्टमहत्त्वं नास्ति, तत्र न भवति एव. कर्तरिप्रयोगे एव भवति, लट् लोट् लङ् विधिलिङ् लकारेषु एव भवति. प्रथमम् अहम् एकं वाक्यं वदामि उदाहरणरूपेण. यदा वयं रामः पुस्तकं पठति इति एक सामान्यवाक्यं यदा वयं स्वीकुर्मः चेत् तत्र क्रियापदं तु अस्ति पठति. पठति इति क्रियापदम् अस्ति. अत्र एतत् पठति इति क्रियापदस्य भागत्रयम् अस्ति. पट् इति धातुः, पट् अ इति मध्ये आगच्छति, ति इति तिङन्तरूपं. ति इत्येव तदेव लकारं निर्दिशति. यदा वयम् इदानीं यदा करपत्रम् अस्माकम् अस्ति, प्रथमकरपत्रे उद्घाटयन्ति चेत् सर्वोपरि पश्यन्तु, पठति इति धातुः त्रयः विभजनम् अस्ति. अत्र पट् इति धातुः अर्थं निर्दिशति. पट् धातुः अर्थः किम् इति वयं ज्ञातुं शक्नुमः. अ इति विकर्णप्रत्ययः धातोः तिङ्प्रत्यये मध्ये आगच्छति. अ इति विकर्णप्रत्ययः इति, तस्य नाम विकर्णप्रत्ययः. तदेव गणं निर्दिशति. दशगणाः सन्ति, तदेव गणं निर्दिशति. तिङ् इति लकारनिर्देशनं भवति. तिङ् इति प्रत्ययेन, तिङ् इति प्रत्ययः तद् लकारं निर्दिशति. वयं तु जानीमः पठति इत्युक्ते वर्तमानकालं सूचयति इति. अतः पठति इति लट् लकार प्रथमपुरुष एकवचनरूपम् इति वयं जानीमः. अत्र अ इति विकर्णप्रत्ययस्य महत्त्वम् अस्ति. तदेव वयं तद्विकर्णप्रत्ययेन एव वयं ज्ञातुं शक्नुमः एतत् कस्मिन् गणे पठति. पट् इति धातुः कस्मिन् गणे अस्ति इति अ इति विकर्णप्रत्ययेन वयं ज्ञातुं शक्नुमः. अत्र मुख्यबिन्दुः अस्ति धातुगणम् अनुसृत्य एव विकर्णप्रत्ययः भवति. इत्युक्ते यदा प्रथमगणः अस्ति चेत् एकः विकर्णप्रत्ययः, अन्यगणः अस्ति चेत् तत्तु भिद्यति एव इति वयं ज्ञातुं शक्नुमः. यदा एकनिमिषम् अहम् अन्यत् करोमि. भवतः पार्श्वे करपत्रम् अस्ति. अत्र धातुगणाः इति प्रथमकरपत्रम् अस्ति. वयं तस्मात् पठेम इदानीम्. मम पार्श्वे रविमहोदय पठितुम् इच्छति वा? आम्, धातुगणाः भवादिः प्रथमगणः भू इत्यादयः धातवः भवति इत्यादीनि क्रियापदानि. यस्य गणस्य आदौ भूधातुः अस्ति स भवादिगणः. विकरणप्रत्ययः शप् शकारस्य च पकारस्य इत्संज्ञा भवति एव तिष्ठति. उदाहरणं खाद् खादति, पठ पठति, क्रीड क्रीडति, वद वदति, शुच शोचति, वृत् वृत् वर्तते, जी जयति, श्रु श्रवति, हृ हरति. हृ हरति. आम्, अत्र प्रथमगणः अस्ति द्वादिगणः. महोदय, भवान् किञ्चित् वदति वा? भवादिगण प्रथमगणः अस्ति, तत् भूधातु अस्य आदौ अस्ति, अत एव अस्य नामकरण भवादिगणः अस्ति. अस्य अत्र शप् विकरणप्रत्ययः शप् अस्ति. भवादिगण सर्वेषां धातूनां शप् विकरणं भवति. शप् विकरणं किम् अस्ति? शप् विकरणं विकरणप्रत्ययः शप् इति अहं वदामि महोदय. अहं यदा महोदय उक्तवान् अहं वदामि पुनः. आं वदतु रवि महोदय. विकरणप्रत्ययः धातु च तिङ् प्रत्यय प्रत्ययस्य मध्ये आगच्छति. आम्, उत्तमं महोदय. प्रथमगणः अस्ति भुआदिगणः इति. किमर्थम् एतद् नाम इति प्रथमं वयं जानीमः. भू इति धातुः आरभ्य एतद् गणः भवति, अतः अस्य नाम अस्ति भुआदिगणः इति. भवति इति क्रियापदं तु वयं जानीमः एव, प्रसिद्ध क्रियापदम् एव. अतः भू धातुतः भवति इति क्रियापदरूपं सिद्ध्यति. अतः यस् अस्मिन् गणे आदौ भूधातुः अस्ति, भुवादि भू आदि धातुः भुवादिगणः इति तत्र भवति. विकरणप्रत्ययः इत्युक्ते किम् इति वयम् इदानीं पश्यामः. यदा धातुः अस्ति भू, सिङ् इति यामः, भू योगः, योगः इत्युक्ते प्लस् सैन्, प्लस् सैन् वयं योगः इति संस्कृतेन वदामः. भू योगः विकरणप्रत्ययः अ इति यद्भागः अस्ति अ, तदेव विकरणप्रत्ययः. भू अ ति ति इत्येव धातुः तिङ् प्रत्ययमध्ये यद् आगच्छति तस्य नाम विकरणप्रत्ययः. भुवादिगणस्य विकरणप्रत्ययः अस्ति शप्. भुवादिगणस्य विकरणप्रत्ययः तु शप् एव अस्ति, परन्तु तत्र शकारपकारयोः लोपः भवति. यदा लोपः भवति अत्र शकारः अकारः पकारः इति वर्णत्रयम् अस्ति किल, तत्र यदा शकारस्य पकारस्य लोपः भवति चेत् अकारः एव अवशिष्यते, तदेव वयं योजयामः धातुना सह. इदानीम् अवगतं वा महोदय? तदेव वदतु महोदय. शकार अकार पकारयोः अत्र शकारपकारलोपानन्तरम् अकारः एव अवशिष्यते. अन्ये कृपया म्यूट् कुर्वन्तु. धनुषमहोदय कृपया म्यूट् कुर्वन्तु. प्रश्नः अस्ति भगिनि, अत्र शकार पकारयोः लोपः इति उक्तवती, तथैव सर्वेषु गणेषु अपि षकार अपि च यत्किमपि आगच्छति अनन्तरं तस्य लोपः भवति वा? अन्यथा अनन्तरं जानीमश्चेत् अनन्तरं अनन्तरम् आम् आम् आगच्छति षकारपकारयोः, यदा भुवादिगणे षकारपकारयोः लोपः जातः एकगणे किमपि अन्यकार्यम् अस्ति, तस्य विकर्णप्रत्ययस्य कृते अन्यकार्यम् अस्ति, परन्तु प्रथमविकर्ण भुवादिगणे षकारपकारयोः लोपानन्तरम् अकारः एव अवशिष्यते, तदेव वयं धातुना सह योजयामः. अत्र विजया भगिनी अस्ति वा? एकः प्रश्नः अस्ति, षकारपकारलोपः कथं जानामि, लोपः अस्ति इति कथं जानामि? तदागच्छति भगिनि, अग्रे वयं द्रक्ष्यामः तस्मिन् विषये, किमर्थं षकारस्य पकारस्य किमर्थं लोपः जातः, किमर्थम् आ एव अवशिष्यते इति वयम् अग्रे द्रक्ष्यामः, तद् पाठः विस्तरेण भवति. अत्र किञ्चित् स्थूलरूपेण एव गणः इत्युक्ते किं, भुवादि इत्युक्ते किम् इत्येव किञ्चित् परिचयरूपेण एव अद्य, परन्तु वयं जानीमः तद् एकगणं स्वीकृत्य धातुः अपि स्वीकृत्य वयं विस्तरेण पठामः अग्रे. अस्तु, धन्यवादः भगिनि. अस्तु, विजया भगिनी नास्ति, सीमा भगिनी अस्ति वा? सीमा भगिनी अस्मि, पठति वा? अदादिः इति पठति वा? अस्तु, अदादिः द्वितीयः गणः अट् इत्यादयः धातवः अस्ति इत्यादीनि क्रियापदानि, विकरणप्रत्ययः नास्ति, शप् इत्यस्य लुक् लोपः, उदाहरण अस् भवति अस्ति, हन् धातुना भवति हन्ति, वच् धातुना भवति वक्ति, आस् धातुना भवति आस्ते, शी धातुना भवति शेते. अत्र किं भवति इत्युक्ते, अदादिगणः इति द्वितीयगणः अस्ति, अत्र अद् धातुः इति एव, यदा वयं भुवादिगणे दृष्टवन्तः भूधातुः प्रथमधातुः, अत्र अद् इति धातुः प्रथमधातुः, अद् इति आरभ्य आदिधातुः अदादिगणे अस्ति. तत्र वयं पश्यामः, अत्र तु विकरणप्रत्ययः नास्ति एव इति लिखितम् अस्ति, किमर्थं किं भवति इति अपि पश्यामः. अत्र अपि यदा आवरणे अस्ति शप् इत्यस्य लुक्, लुक् इत्युक्ते लोपः, वयं यदा पूर्वं सन्धिविषये यदा वयं जानीमः चेत् लोपः इति पदस्य अर्थं जानीमः, परन्तु अहम् एकवारं पुनः वदामि, अदर्शनं लोपः, अदर्शनं लोपः इत्युक्ते तद् नास्ति एव, तद् अदर्शनं भवति, तद् नास्ति एव इति तस्य अर्थः अस्ति. अत्र किं भवति इत्युक्ते, यदा शप् इति विकरणप्रत्ययः अदादिगणे आगच्छति तस्य लोपः भवति, पूर्वं इत्युक्ते अकारः अपि नास्ति. अतः सीमा भगिनी, यदा अस् योगः ति इति योजयामः चेत् किं भवति? अस्ति. अत्र विकरणप्रत्ययः किमपि दृश्यते वा? नास्ति. उत्तमं. हरिप्रसाद महोदय अस्ति वा? आं भगिनि. आम्, हन् योगः ति इति योजयामः चेत् किं भवति? हन्ति इति. आम्, तत्रापि विकरणप्रत्ययः नास्ति. नास्ति. अदर्शनं लोपः इति अस्ति अत्र. एतत्तु विशिष्टप्रकरणम् अस्ति लोपः इति. किमर्थं लोपः इति पाणिनिना न उक्तं, लुप् इति उक्तम् इत्युक्ते अत्र किमपि विशिष्टकार्यम् अस्ति. एतद् वयम् अग्रे यदा अदादिगणविषये पश्यामः तत्र विस्तृतरूपेण वयं ज्ञास्यामः किं भवति, किमर्थं शप् लुक् भवति इति वयं द्रक्ष्यामः. प्रश्नः अस्ति वा भगिनी? अत्र गणस्य विभजनं प्रथमम् अभवत् वा, अन्यथा विकरणप्रत्ययं स्वीकृत्य गणस्य नाम योजितं वा? प्रथमं गणस्य विभजनम्, अनन्तरं विकरण प्रथमं तु भाषा, भाषा अनन्तरं व्याकरणं भवति. यदा व्याकरणं भाषातः प्रथमभाषा लिखति इति अस्ति चेत् तत्र तद् अनुसृत्य गणं भवति, गणमनुसृत्य विकरणं प्रत्ययः भवति. इत्युक्ते यद्यपि तत्र विकरणप्रत्ययः एषः इति वदामः, तस्मिन् गणे इतोपि एक्सेप्शन्स् अपि भवन्ति वा? आम् आम् भवति भवति. बहु अधिककार्यम् अस्ति महोदय. एकैकं स्वीकृत्य वयं पठामि चेत् तत्र एक्सेप्शन्स् बहु अधिकम् अस्ति, तद् भवति एव. धन्यवादः. सुमित्रा भगिनी अग्रिमगणं पठति वा? आं भगिनी पठामि. जिहोत्यादिः तृतीयगणः अस्ति. इत्यादयः धातवः. जिहोति इत्यादीनि क्रियापदानि. विकरणप्रत्ययः नास्ति. शपः श्लु लोपः. लक्षणम् अस्ति धातोः द्वित्वम्. उदाहरणं दा धातुः ददाति इति रूपं, धा धातुः दधाति ददाति इति रूपं, धि विभेति जहाति. वदति वा भगिनि किम् अवगच्छति इति? प्रयत्नं करोमि. आं करोतु. धातवः यदा हु इति अस्ति ते जुहोत्यादिः इति गणः तृतीयगणः. विकरणप्रत्ययः लोपः एव. शपः शपः श्लु इति लोपः आगच्छति. शित्वम् इति मन्ये लक्ष्मी धातोः द्वित्वम् इति. यदा द अस्ति ददाति इति त्रिवारम् आगच्छति. क्रमः अस्ति तत्र तु उत्तमं भगिनि. अत्र तृतीयगणः यदा भगिनी उक्तवती इदानीं जुहोत्यादिगणः इति तृतीयगणः अस्ति. तत्र हू धातुतः आरभ्य एतद् गणः भवति, परन्तु एतद् गणस्य नाम अस्ति जुहोत्यादि इति. किमर्थम् इति वयम् इदानीं पश्यामः. अत्र अपि विकरणप्रत्ययः नास्ति. अदादिगणे अपि शपः लुक् भवति, अत्र शपः श्लू भवति. किमर्थं श्लू? अत्र अतु लुक्, अत्र तु श्लू इति दत्तमस्ति. तद् श्लू अपि लोपः एव. इत्युक्ते किम्? अत्र तु धातोः स्वभावः अस्ति द्वित्वं. द्वित्वम् इति सुमित्रा भगिनी किञ्चित् म्यूट् करोति वा? म्यूट् करिष्यामि. धन्यवादः भगिनी. अत्र यदा वयं धा इति धातुः स्वीकुर्मः चेत् वयं तु जानीमः ददाति इति क्रियापदरूपम् इति वयं तु जानीमः. अत्र किं कार्यं भवति इत्युक्ते तत्र द्वित्वं भवति. प्रथमं धा धा इति भवति, अन्यत् किमपि कार्यं भूत्वा ददाति इति रूपं वयं प्राप्नुमः तत्र. यदा अत्र बिभेति इति अपि एकः क्रियापदमस्ति, तत्तु तदपि वयं प्रसिद्धक्रियापदमस्ति. बि इति धातुः, बि इति दीर्घ ईकारान्त धातुः, तत्र प्रथमं भी भी इति द्वित्वं भूत्वा अनन्तरं किमपि कार्यं भवति, अतः तत्र महाप्राणस्य अल्पप्राणबकारः भवति, तदपि दीर्घस्य लघु भवति, लघु भूत्वा बिभेति इति रूपं तत्रापि प्राप्नोति. समानमेव ह इति धातुः जहाति, अत्रापि किमपि कार्यम् अस्ति अतः एव हकारस्य ह ह इति द्वित्वं भवति, अनन्तरं किमपि कार्यं भूत्वा हकारस्य स्थाने जकारादेशः भवति, अतः जहाति इति रूपं भवति. अतः तत्र किमपि प्रश्नः अस्ति वा? जहाति अर्थं किम्? जहाति हेमा भगिनी वदति वा? जहाति इत्युक्ते त्यजति इति अर्थः. धन्यवादः भगिनी. अपि च अत्र धा इति दधाति आगच्छति, हा इति जहाति आगच्छति, किन्तु भी बिभीति इति नास्ति, बिभेति अभवत् तत्र. इतोपि इतोपि कार्यम् अस्ति. आम्, कार्यं तु अस्ति एव. एकार ईकारः अस्ति चेत् तत्र किमपि विशिष्टकार्यम् इति भवति एव, तदपि वयं द्रक्ष्यामः महोदय. अवश्यम् अस्ति. अनन्तरं श्रीकान्तमहोदय पठति वा चतुर्थगणविषये? आम्, चतुर्थं दिवादिः चतुर्थः गणः. दिव् इत्यादयः धातवः, दीव्यति इत्यादीनि क्रियापदानि. विकरणप्रत्ययः श्यन् इत्यस्य परिवर्तनं भूत्वा य इति अवशिष्यते. उदाहरणं नश् नश्यति, नृत् नृत्यति, कुप् कुप्यति, क्रुध् क्रुध्यति, तुष् तुष्यति, मन् मन्यते, विद् विद्यते. वदति वा महोदय? अहम् अधिकं तु न जानामि अत्र, परन्तु यथा पूर्वं दृष्टं धातुः अस्ति, अनन्तरं मध्ये विकरणप्रत्ययः आगच्छति. अस्य गणस्य विकरणप्रत्ययः य मध्ये आगच्छति, अनन्तरं तिङ् प्रत्ययेन सह तस्य योगः भूत्वा उदाहरणरूपेण नश् इति पश्यामः चेत् नश् इति धातुः, अनन्तरं य विकरणप्रत्ययः, अनन्तरं तिङ् तस्य नश्यति इति अन्तिमरूपं भवति. उत्तमं महोदय, तदेव. अत्र यदा चतुर्थगणः अस्ति, दिवादिगणः, यदा भवान् उक्तवान् तत्र दिव् इति धातु आरभ्य भवति, परन्तु तद् धातुः रूपं तु दीव्यति इत्येव अस्ति, दिव्यति इति नास्ति. तत्रापि किम् अपि विशिष्टकार्यम् अस्ति अतः तत् दीव्यति इति रूपं प्राप्नोति. अत्र अपि षकार नकारयोः लोपः जातः, यकारः एव अवशिष्यते, तदेव आगच्छति. यदा भवान् उक्तवान् यदा वयं नृत् इति धातुः स्वीकुर्मः चेत् नृत् यति नृत्यति इति रूपम् आगच्छति. कुप् यति कुप्यति इति तत्रापि. अतः दिवादिगणः तस्य विकरणप्रत्ययः अस्ति शन्, यका अवशिष्यते. अतः वयं तु इदानीं चत्वारः गणः विषये वयं दृष्टवन्तः. भुआदिः तत्र शप् इति विकरणप्रत्ययः, अदादिः तत्र शप् विहितः परन्तु तस्य लुक् भवति, जुहोत्यादिः तत्रापि शप् विहितः तस्य लोपः भवति. दिवादिगणस्य विकरणप्रत्ययः तु ष्यन् ष्यन् अस्ति, यकारः अवशिष्यते. अनन्तरं शेखर् महोदय अस्ति वा? स्वादि पञ्चमगणः इत्यादयः धातवः नुति इत्यादीनि क्रियापदानि, विकरणप्रत्ययः नु नु अनन्तरं नो एव अवशिष्यते. उदाहरणाय आप् आप्नोति, चिनोति, शक् शक्नोति, धू धूनोति. विकरणप्रत्ययः तिष्णु इति किमपि प्रकारणं प्रकारणमनन्तरं नो एव अवशिष्यते तत्र. तदर्थमेव आप् नो इति योजनेन आप्नोति इति रूपं प्राप्नोति, तथैव चिनोति, शक्नोति, धूनोति अपि. उत्तमं महोदय. तदेव पञ्चमगणः स्वादिगणः इति. यदा आप्नोति इति स्वीकुर्मः चेत् तत्र किं भवति इत्युक्ते, यदा भवान् उक्तवान् इदानीं नो इति योजयामः चेत् आप्नोति इति रूपं भवति. महोदय, तस्य द्विवचनं बहुवचनम् अपि वदति वा आप्नोति इत्यस्य? आप्नुवन्ति, चिन्वन्ति, शक्नुवन्ति, द्विवचने द्विवचनम् आप्नुतः आप्नुतः, चिनुतः, शक्नुतः, धूनुतः इति मन्ये तत्र. तदेव उत्तमं महोदय, सम्यक्. आप् आप्नोति, आप्नुतः, आप्नुवन्ति. यदा वयं पश्यामः चेत् द्विवचने तु आप्नुतः इति अस्ति, बहुवचने तु आप्नुवन्ति इति अस्ति, परन्तु प्रथमपुरुष एकवचने आप्नोति इति अस्ति. तस्य अतः तत्र स्वादिगणस्य विकरणप्रत्ययः अस्ति श्नु श्नु, अत्र नु इति अवशिष्यते, उकारस्य गुणः भूत्वा नो इति आगच्छति. गुणः इति किम् इति अहम् अग्रे वक्ष्यामि, अद्य एव वदामि. यदा वयम् अग्रे द्रक्ष्यामः तु अहं वदामि तदपि. अनन्तरं राधिका भगिनी, विकरणप्रत्ययः केवलं तत्र धातुमनुसृत्य भवति उत गणम् अनुसृत्य भवति किल? विकरणप्रत्ययः नाम केवलं गणम् अनुसृत्य एव भवति महोदय. धातुः तत्र स्थापितम् अस्ति. राधिका भगिनी अस्ति वा? अस्मि अस्मि भगिनि. पठतु भगिनि. षष्ठगणः सुदादि इति. षष्ठः गणः सुद् इत्यादयः धातवः. अत्र विकरणप्रत्ययः श शकारः लोपः भवति, अकारः एव अवशिष्यते. उदाहरणं मिल् मिल् धातोः अकारः योजनम् अस्ति चेत् मिल् मिल भवति. अनन्तरं तिङ् प्रत्यये योजनमस्ति चेत् मिलति इति भवति. एवमेव लिक् अति लिखति, क्षिप् अति क्षिपति, कृष् अति कृषति इति सुदादिगणस्य लक्षणम्. उत्तमं भगिनि. तत्र अकारः इति विकरणप्रत्ययः अन्यत्र किमपि वयं दृष्टवन्तः वा इदानीं पर्यन्तं? प्रथमगणे अपि प्रथमगणे अपि उत्तमं. प्रथमगणे अपि अकारः एव अवशिष्यते. षष्ठमगणे तुदादिगणे अपि अकारः एव अवशिष्यते. किमर्थं? तत्र किमपि क्लेशः वा भ्रमः जातः कुत्र आगच्छति इति. यदा वयं धातुः स्वीकुर्मः चेत् एतद् स्पष्टं भवति. मिल् मिल् इति धातुः, मिलति इति रूपं. प्रथमगणे यदा तत्र जि इति धातुः अस्ति, पट् विषये अहं वदामि. जि इति धातुः अस्ति, तत्र इकारः अस्ति, अन्तिमस्वरः इकारः अस्ति. तस्य गुणः इति यदा वयम् अहम् इदानीम् उक्तवती, गुणः इति कश्चन संज्ञा अस्ति पाणिनिना दत्तं. किं भवति इत्युक्ते ईकारस्य एकारः भवति, जी जे भवति, जे अनन्तरम् अकारः योजनेन सन्धिकार्यं भूत्वा जयति इति रूपं प्राप्नोति. अहं पुनः वदामि, जी इति धातुः स्वीकुर्मः चेत् अत्र अन्तिमस्वरः अस्ति, स्वरः तु इकारः अस्ति, इकारस्य गुणः भवति, गुणः इत्युक्ते इकारस्य एकारः भवति. एकारः अनन्तरं यदा अकारः इति विकरणप्रत्ययः योजयामः चेत् जे योगः अकारः, तत्र वयं सन्धिकार्यं जानीमः, जयति इति रूपं प्राप्नोति. राधिका भगिनी, सन्धि किम् इति वक्तुम् इच्छति वा? जे योगः अ जय इति कथं भवति इति. अकार एकार अकार योजते अय भवति. आम् आम्, सन्धि नाम यान्तावान्तदेशसन्धिः इति भूत्वा जयति इति रूपं भवति. एतत्तु प्रथमगणे भवति, भुवादिगणे भवति. यदा षष्टमगणे तुदादिगणे वयं पश्यामः चेत् तत्र विकरणप्रत्यय अ अस्ति, षकारः अ इति भवति, तत्र किमपि गुणकार्यं न भवति. षष्टमगणे गुणकार्यस्य प्रसक्तिः एव नास्ति. अत्र यदा वयं मिल् इति धातुः स्वीकुर्मः चेत् लकारः स्वरः नास्ति, तत्तु अन्तिमवर्णः लकारः, हल् वर्णः अस्ति. तत् पूर्वं यद्वर्णः अस्ति तस्य उपधा इति नाम अस्ति, उपधा. तत्र इकारः अस्ति. यदा ये मिल् धातुः भुआदिगणे अभविष्यत् तत्र तस्य गुणः भवति. गुणः भूत्वा किं रूपं प्राप्नोति? जगन्नाथमहोदय वदति वा? जगन्नाथमहोदय अस्ति वा? आम् अस्मि. भुआदिगणे वा कस्मिन्? न, यदा मिल् इति धातुः स्वीकुर्मः चेत् यदा मिल् धातुः भुआदिगणे अभविष्यत् तत्र गुणः भवति. गुणः भवति चेत् तस्य रूपं किं भवति इति. तत्र अकार योगः आ योगः ति, तत्र तु गुण गुणसन्धि भवितुं न शक्नोति. ओ मि, ओके, अम्य मि मि. यदा उपधायां मि अस्ति तस्य गुणः भवति चेत् किं भवति? म्यति इति भवति, मेलति इति भवति. परन्तु तत्तु अस्माकम् इष्टरूपं नास्ति किल. मेलति, लिक् इति भवति चेत् तदपि लिख लेखति इति अभविष्यत्, परन्तु तद् अस्माकम् इष्टरूपं नास्ति. अतः तत्र तुदादिगणे एतद् धातुः अस्ति. सामान्यगणः अस्ति भुआदिगणः. तत्र यत्र किमपि गुणकार्यं गुणकार्यस्य प्रसक्तिः अस्ति, गुणकार्यं भवति, तद् सर्वे धातवः भुआदिगणे अस्ति. विशेषगणः अस्ति तुदादिगणः. एतद् सर्वदा जानातु यत् तुदादिगणः इति विशेषदात् गणः अस्ति. अत्र पाणिनिना स्थापितं यत्र किमपि यदा मिल् धातुः, लिक् धातुः, शिप् धातुः, वयं तत्र गुणः न इच्छामः. तद् तादृशमेव मिलति, लिखति इति तस्य रूपं भवतु इति सः स्थापितवान् अत्र तुदादिगणे स्थापितवान् पाणिनिना. अत्र किमपि प्रश्नः अस्ति वा? उपधा इति उक्तवती भवती, उपधा इत्युक्ते किम् इत्युक्ते पठ् अस्ति चेत् उपधा प वा? न न न न, उप एकवारम् अहं वदामि पुनः. यदा मिल् इति धातुः स्वीकरोतु महोदय, अत्र लकारस्य पूर्वं किं वर्णः अस्ति? मकारः इकारः लकारः, अतः लकारस्य पूर्वम् इकारः अस्ति किल स्वरः, तदेव उपदा. अस्तु, इदानीं पट् धातुः स्वीकरोतु. तत्र के के वर्णाः सन्ति? उत्तमं, पकार अकार टकारः. अतः उपदायां किं वर्णः अस्ति? कः वर्णः? अकारः. अकारः एव उपधायाम् अस्ति. तदेव उपधा. अन्तिमवर्णात् पूर्वं कः वर्णः अस्ति? तदेव उपधा. अपि च अवगतं वा? धन्यवादः भगिनि. गुड भवति इति उक्तवती, तत्र उपधायाः गुणः भवति वा? अन्यथा यः वर्णः अन्तिमे इत्युक्ते जी यत् अस्ति तत्र तदपि अहं वदामि. अन्तिमः वर्णः तस्य तदपि अहं वदामि. आम् आम् आं भवति. द्वयोः स्थलयोः गुणः भवति. यदा अन्तिमस्वरः, स्वरः विषये एव गुणस्य प्रसक्तिः अस्ति. अन्तिमस्वरः इकारः ईकारः वा, उकारः ऊकारः वा, ऋकारः ऋकारः वा अस्ति चेत् तत्र गुणः भवति. अन्तिमस्वरः यदा वयं जी धातुः विषये दृष्टवन्तः, जी जयति इति रूपं भवति. इकारः अन्तिमस्वरः, तस्य गुणः एकारः भवति, अतः तत्र भवति. नी इति धातुः स्वीकुर्मः चेत् दीर्घ ईकारः, तत्रापि गुणः भवति. नी नयति इति रूपं भवति. यदा ऊकारः स्वीकुर्मः चेत् भू इति धातुः, ओ भू भो ओ भवति, भो अनन्तरं सन्धि भूत्वा भवति इति रूपं प्राप्नोति. यदा ऋकारः स्वीकुर्मः चेत् अत्र एव अस्ति हृ धातुः. हृ धातुः ऋकारस्य स्थाने अर् इति आदेशः भवति. ऋकारः अर् इति परिवर्तनं भवति. हरति इति रूपं भवति. दीर्घ ऋकारान्तधातुः तृ इति स्वीकुर्मः चेत् तत्र थरति इति रूपं भवति. तृ तर् तरति इति रूपं भवति. एतत्तु अन्तिम स्वरस्य विषये अस्ति. उपधायां तु लघु इक् वर्णः, लघु इक् इत्युक्ते इ उ ऋ एव, दीर्घः नास्ति. यदा वयं भुवादिगणे एव उदाहरणरूपेण क्रीड् इति धातुः स्वीकुर्मः चेत् महोदय वदतु किं भवति अत्र इति. क्रीड् इति धातुः तत्र क्रियापद तत्र उपधायां किं भवति? आम्, उपधायां कः वर्णः अस्ति? दीर्घ ईकारः. दीर्घ ईकारः अस्ति उपधायां. दीर्घ ईकारस्य गुणः न भवति. अवगतं वा? अस्तु, धन्यवादः. लघु उपधायां लघुवर्णस्य लघु इक् वर्णस्य, इक् इत्युक्ते इकारः उकारः ऋकारः, तस्य एव गुणः भवति. परन्तु अन्तिम यदा जी धातुः स्वीकुर्मः चेत् अन्तिम ऋक इक् वर्णस्य इत्युक्ते इ ई उ ऋ तत्र गुणः भवति. एतत्तु अस्माकं तृतीयकरपत्रे अस्ति. यद् इदानीम् अहम् उक्तवती तद् तृतीयकरपत्रे कोष्टके दत्तमस्ति. प्रश्नः अस्ति वा? नास्ति भगिनि, धन्यवादः. ज्योति भगिनी अस्ति वा? मम एकः प्रश्नः अस्ति भगिनि. पृच्छतु. अत्र लट् लकारस्य रूपं दत्तमस्ति, किन्तु लट् लकारे गुणः भवति, मेलिष्यति एवं तत्र कार्यं भिन्नम् अस्ति भगिनि. अत्र तु यदा वयं विकरणप्रत्ययस्य विषये अद्य द्रक्ष्यामः पश्यामः अत्र तु तत्र यदा वयं भविष्यत्कालविषये पश्यामः चेत् तत्र कार्यं भिन्नम् अस्ति. एतद् गणस्य प्रसक्तिः लट् लोट् विधिलिङ्ग् लङ् कर्तरीप्रयोगे एव अस्ति. यदा वयं ऋट् लकारः स्वीकुर्मः चेत् तत्र तु भिन्नकार्यम् अस्ति. तत्र गणस्य महत्त्वं किमपि नास्ति, तत्र गणमेव न आगच्छति. अतः कार्यमपि भिन्नम् अस्ति. अस्तु, पुनः एकवारं कस्मिन् लकारे लकारेषु भवति गणविक्रयणस्य प्रत्यय उपयोगः? आम्, कर्तरीप्रयोगे भवति. लट् लकारे, लोट् लकारे, लङ् लकारे, विधिलिङ् लकारे, चत्वारः लकारः, तत्रैव गणस्य मुख्यत्वमस्ति. तत्र एव गणभेदः अस्ति, अन्यत्र न, अन्यत्र न. अत्र दुदादिगणविषये अन्यत् अपि अस्ति, तदहं स्थूलरूपेण अद्य वदामि. वयं तु अत्र अष्टवादनः अभवत्, अतः विस्तृतरूपेण अग्रिमकक्षायां वदामि. छल् इति धातुः अस्ति. यत् छल् इति धातुः स्वीकुर्मः चेत् तत्र छल् अति चलति. यदा पठति इति अस्ति, पठति तु भवादिगणधातु द्वादिगणधातुः, चलति इति तुदादिगणः धातुः. अत्र किमपि गुणस्य तु किमपि नास्ति. अत्र उपधायां लघु इक्वर्णः नास्ति, अन्तिमे अपि इक्वर्णः नास्ति. कथं जानीमः एतद् द्वादिगणधातुः वा तुदादिगणधातुः वा इति युक्ते अत्र शत्रन्तरूपस्य परिशीलनेन वयं ज्ञातुं शक्नुमः. शत्रन्तरूप स्त्रीलिङ्ग क्रियां किं रूपं भवति इति यदा वयं जानीमः, तत्र तदनुसृत्य एतद् भुआदिगणः वा तुदादिगणः वा इति वयं ज्ञातुं शक्नुमः. भुआदिगणे सर्वत्र नुम् आगमः भवति, शत्रन्तस्त्रीलिङ्गे नुम् आगमः भवति. परन्तु तुदादिगणे नुम् आगमः विकल्पेन भवति. विकल्पेन इत्युक्ते एकवारं भवति, एकवारं न भवति, रूपद्वयं भवति. छल् इति धातुः स्वीकुर्मः चेत् शत्रन्तस्त्रीप्रत्ययां चलन्ती इति अपि रूपमस्ति, चलती इति अपि रूपमस्ति. परन्तु भुआदिगणे पट् इति धातुः स्वीकुर्मः चेत् शत्रन्तस्त्रियां पठन्ती इति एकम् एव रूपम् अस्ति. नुम् आगमः तत्र नित्यम्. एतद् दृष्ट्वा वयं ज्ञातुं शक्नुमः एतद् भुआदिगणधातुः वा तुदादिगणधातुः वा इति. अवगतं वा? अत्र किमपि प्रश्नः अस्ति वा? पुनः शत्रन्त प्रयोगे द्वौ अपि रूपं सम्यक् इति उक्तवती वा भवती? आम्, तुदादिगणे, तुदादिगणे वैकल्पिकरूपं, विकल्पेन रूपद्वयं भवति. यदा छल् इति उदाहरणरूपेण अहं छल् स्वीकृतवती, छल् इति रूप धातुः स्वीकुर्मः चेत् चलन्ती चलति इति रूपद्वयम् अस्ति. अत्रापि नियमः अस्ति, तद् अहम् अग्रिमकक्षायाम् अवश्यं वदामि. परन्तु भुआदिगणे नित्यरूपम् एकमेव रूपम् अस्ति, पठन्ति. नुमागमः तत्र नित्यम् अस्ति, पठन्ति इति रूपम् आगच्छति. पञ्चनिमिषः अहं स्वीकरोमि अत्र अद्य, क्षम्यतां विलम्बेन वयम् आरब्धवन्तः इति. ज्योति भगिनी अस्ति वा? मम एकः प्रश्नः अस्ति. एतत् चलति अथवा पठति मध्ये पुनः विस्तरं करोतु प्लीस्. शत्रुविस्तरं स्त्रीलिङ्गप्रत्यय. आम् आं करोमि भगिनी. शत्रुरूपम् इति जानाति वा? अस्तु, जानाति किल. तत्र शत्रन्तस्त्रीलिङ्गरूपं तत् स्वीकरणीयं प्रथमं. तत्र कस्मिन् धातु? उदाहरणरूपेण चल् इति धातुः अहं स्वीकृतवती अद्य. यदा चल् इति धातुः तत्र तु चलति इति रूपं, प्रथमपुरुष एकवचनरूपं चलति इति भवति किल. पठति अत्रापि पठति इत्येव रूपम् अस्ति किल. चलति किमर्थं भ्रुवादिगणे नास्ति, तुदादिगणे अस्ति इति प्रश्नः आगच्छति किल. अतः वयम् अत्र तु किमपि गुणकार्यस्य प्रसक्तिः एव नास्ति. लघु इक्वर्णः उपधायामपि नास्ति, अन्ते अपि नास्ति. अतः वयं शत्रन्तरूपं स्वीकुर्मः. शत्रन्तस्त्रीलिङ्गरूपम् अत्र यदा चल् इति धातुः तुदादिगणे अस्ति, तुदादिगणीय चल् धातुः, तत्र रूपद्वयं सम्भवति. चलन्ति इति नुमागमसहितरूपं, चलति इति नुमागमरहितरूपं. नुमागमः नास्ति तत्र, रूपद्वयं भवति. रूपद्वयमपि साधु. यदा वाक्ये वयं रचयामः चेत् बालिका चलन्ती खादति, बालिका चलती खादति, रूपद्वयमपि साधु. परन्तु यदा भुवादिगणे पट् इति धातुः स्वीकुर्मः चेत् तत्र रूप एकमेव, एकः. आम्, पठन्ति इति एव रूपं. तत्र वैकल्पिकरूपं नास्ति. नित्यम् इति वदामः, यदा एकः एव रूपम्, एकमेव रूपम् अस्ति चेत् तत्तु नित्यम् इति वदामः. ओके, रूपं दृष्ट्वा वयं ज्ञातुं शक्नुमः एतत् तुदादिगणीयधातुः, एतत् भुवादिगणीयधातुः इति. यत्र गुणस्य प्रसक्तिः नास्ति तत्र. अवगतं वा? आं भगिनि, धन्यवादः. एकम् एकः एकगणः एव पठित्वा वयम् अद्य समापयामः. ज्योति भगिनी पठति वा रुदादिगणः? रुदादिः सप्तमः गणः. रुद इत्यादयः धातवः. रुणद्धि इत्यादीनि क्रियापदानि. विकरणप्रत्ययः श्नम्, तत्र श तस्य लोपः भवति, न एव तिष्ठति. उदाहरणार्थं छित् छिनत्ति, तृद् तृणत्ति, भित् भिनत्ति, भुज् भुनक्ति वा आत्मनेपदे भुङ्क्ते, युज् युनक्ति. अत्र कुत्र कुत्र अस्ति भगिनी? यदा छिनत्ति इति धातुः छिद् इति धातुः स्वीकुर्मः चेत् छिनत्ति इति रूपम् अस्ति, तत्र कुत्र आगच्छति विकरणप्रत्ययः? तत्र दकारस्य पूर्वम् आगच्छति मन्ये. उत्तमं, तदेव. आम्, तत्र एतत्तु रुदादिगणे धातोः मध्ये विकरणप्रत्ययः आगच्छति. छि न धकारः तक ति इति यदा वयं तिङ् प्रत्ययः योजयामः ति, तत्र हल्सन्धिः भूत्वा छिनत्ति इति रूपं भवति. तृद् इति, तृद् इति प्रयत्नं करोति वा भगिनि कथम् आगच्छति इति? आं, तत्र दकारस्य पूर्वं न आगच्छति, परन्तु पूर्वं रफारः अस्ति, अतः तस्य महाप्राण न भवति. नत्वं भवति. तदनन्तरं दकारस्य पुनश्च तकारः भूत्वा सन्धि भूत्वा तृणत्ति भवति. उत्तमं भगिनि, उत्तमं. तदेव तदेव कार्यं भवति. अत्र मध्ये आगच्छति, धातोः मध्ये विकरणप्रत्ययः रुदादिगणे आगच्छति। अतः अद्य वयं सप्तगणः दृष्टवन्तः, भुआदिगणस्य विकरणप्रत्ययः अस्ति शप्, अदादिगणस्य शपः लुक् भवति, जुहोत्यादिगणे शपः श्लु, तदपि लोपः एव परन्तु द्वित्वकार्यमस्ति, जुहोत्यादिगणे द्वित्वकार्यं भवति परन्तु अदादिगणे लोपः एव भवति। दिवादिगणे श्यन् इति विकरणप्रत्ययः, स्वादिगणे श्नु इति विकरणप्रत्ययः, तुदादिगणे श, रुदादिगणे श्नम् इति विकरणप्रत्ययः। अद्य अत्र एव स्थगयामः, अग्रिमसप्ताहे अहं पूरयिष्यामि। अत्र चतुर्थः इति एकः एकं करपत्रम् आसीत् किल, तत्र अभ्यासः इति अस्ति, प्रयत्नं कुर्वन्तु गृहपाठरूपेण, यद् यत्किमपि अवशिष्यते वयं वर्गे पूर्वं पूरयामि तदपि। प्रश्नः अस्ति वा? ओ चाट् मध्ये वा? क्षम्यताम्, अहं न दृष्टवती। द्वित्वं कृत्वा वर्णस्य दीर्घत्वं ह्रस्वः भवति वा? आं भवति भगिनी, तत्र किमपि अन्यकार्यमस्ति, प्रक्रिया इति वदामः, द्वित्वं भवति, अनन्तरं महाप्राणस्य अल्पप्राणः भवति, दीर्घत्वस्य ह्रस्वत्वं भवति इति पूर्णप्रक्रिया अस्ति, वयं पठिष्यामः भगिनी अवश्यम्। अदादिगणस्य विषये, क्षम्यतां, जुहोत्यादिगणस्य विषये यदा पठिष्यामि तत्र वयं द्रक्ष्टुं शक्नुमः। धन्यवादः। धन्यवादः अस्ति चिन्तनी। धन्यवादः। धन्यवादः। अग्रिमसप्ताहे वयं पुनः मेलिष्यामः। धन्यवादः। धन्यवादः। धन्यवादः। धन्यवादः। शुभरात्रि भगिनी। लिङ्क् समानं भवति? आम्, एतद् लिङ्क् एव भवति अग्रिमसप्ताहे अपि। अस्तु, धन्यवादः। धन्यवादः। शुभरात्रि। धन्यवादः भगिनी। धन्यवादः। शुभरात्रि।